अस्तु, तर्हि आरम्भं कुर्मः. इदानीम् अस्माकं विषयः अस्ति अव्ययानि. अव्ययानि इति अष्टात्रिंशत्तमे पाठे अस्माकं विषयः अस्ति अव्ययानि. अव्ययम् अव्ययं नाम किम् इति श्रीनिवासमहोदय वदति वा? सत्यं. तत्र न कोऽपि शब्दस्य रूपपरिवर्तनं न भवति. रूपपरिवर्तनं न भवति. यथा लक्ष्मीभगिनी उक्तवती गते सप्ताहद्वयात् पूर्वं, तत्र न विभक्तिपरिवर्तनं न लिङ्गपरिवर्तनं. साधारणतया रूपं स्थिरमस्ति, तत्र परिवर्तनं न भवति. अवधेयमिति अत्र रक्तवर्णेन लिखितमस्ति. अवधेयम् अत्र पद्माभगिनी किञ्चित् पठति वा? त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तत् अव्ययम्. सदृशं त्रिषु लिङ्गेषु सर्वेषु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम्. यथा त्रिषु लिङ्गेषु कृष्णः अपि युध्यते एकनिमेषः. यद् भवती पठितवती तत् सर्वं स्पष्टमस्ति वा? किञ्चित् खण्डशः पश्येम. पुनः पठतु कृपया. त्रिषु लिङ्गेषु सप्तासु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तत् अव्ययम्. विकारः नाम परिवर्तनं. अस्तु, अग्रे. तादृशं त्रिषु लिङ्गेषु सर्वसु च विभक्तिषु सदृशं नाम एतदेव. समानं सदृशम् वचनेषु च सर्वेषु यन्नव्येति तदव्ययम्. वचनेषु च सर्वेषु यन्न, तत्र यन्न इति सन्धिः अस्ति. अत्र सन्धिः, यत्र सन्धिः नास्ति तत्र रूपं किं स्यात्? न व्येति. व्येति इति वि धातु अस्ति. व्येति नाम जानन्ति वा? व्येति इति अत्र प्रायः वि उपसर्गः इ धातु अस्ति इति अहं मन्ये. वि उपसर्ग इ धातु स्यात्. एति नाम गच्छति. एति इ इति धातुः एति नाम गच्छति. वि उपसर्गः नाम भिन्नदिशि. वचनेषु च सर्वेषु सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति. व्येति नाम भिन्नदिशि गमनं. न गच्छति अपरस्यां दिशि इति अव्ययम्. नाम अत्र न परिवर्तते इति अर्थः, न परिवर्तते. पुनः वदतु. न गणनीयं किं वक्तुमिच्छति भवती? न गणनीयम् काव्ये. पुनः वदतु, अवगन्तुं न शक्नोमि. अव्ययम् नाम कति अव्ययानि सन्ति इति विषयः वा, इति गणयितुं न शक्नुमः. ओ न, गणयितुं न शक्नुमः इति कति अव्ययानि सन्ति इति न जाने. कति अव्ययानि सन्ति इति न जानामि, कति अव्ययानि सन्ति, किन्तु इदानीम् अर्थं भिन्नम् अस्ति. अत्र तु न गणयितुं न शक्यते इति तु अत्र न लिखितं खलु, तादृश अर्थः नास्ति. अत्र केवलं लिखितमस्ति यत् वचनानुसारं लिङ्गमनुसारं विभक्ति अनुसारं परिवर्तनं न भवति, यत् तत् अव्ययम्. अस्तु, तर्हि श्रीनिवासमहोदय अग्रे पठति वा. यथा त्रिषु लिङ्गेषु कृष्णः अपि युध्यते, पृतना सेना अपि युध्यते, सैन्यम् अपि युध्यते. इति अर्थः स्पष्टः स्यात्, अर्थः स्पष्टः वा? पृतना पृतना इत्युक्ते सेना. कृष्णः अपि युध्यते. अस्तु, सप्तसु विभक्तिषु कृष्णः अपि युष्यति, कृष्णम् अपि पश्यतु भवान्, कृष्णेन सह अपि गच्छामि, कृष्णाय अपि देहि, कृष्णात् अपि स्वीकरोतु, कृष्णस्य अपि अनुग्रहम् इच्छामि, कृष्णे अपि भक्तिः अस्तु. इति किं प्रदर्शितमस्ति? सप्तसु विभक्तिषु परिवर्तनं न भवति. अस्तु, अग्रे. त्रिषु वचनेषु योधः अपि युद्धं करोति, योधौ अपि युद्धं कुरुतः, योधाः अपि युद्धं कुर्वन्ति. नाम एकवचनं बहुवचनमपि परिवर्तनं न भवति. अस्तु, अग्रे. एतेषु सर्वेषु वाक्येषु अपि इत्यस्य कोऽपि विकारः नैव जातः, तत् सर्वत्रापि समानतया एव अस्ति, अव्ययानि एवमेव तिष्ठन्ति. अत्र कोऽपि प्रश्नः स्पष्टं स्यात्. अस्तु, तर्हि अग्रे सरेम. अधुना सन्ध्या भगिनी पठति वा. यदा तदा यथा तथा यत्र तत्र इत्यादीनि नित्यसम्बन्धनि अव्यायनि. अत्र सम्बद्धानि शब्दद्वयमस्ति भगिनी, पश्यतु. अत्र सम्बन्धः सम्बन्धः इति भिन्नशब्दः अस्ति, सम्बद्धः सम्बद्धः तत्र नकारः नास्ति, भिन्नशब्दः अस्ति, अर्थः प्रायः समानः इत्यादीनि नित्यसम्बद्धानि अव्ययानि, नित्यसम्बद्धानि अव्ययानि नाम सर्वदा अव्ययमेव तिष्ठन्ति. अस्तु अग्रे. तन्नाम यत्र यदा इत्यस्य प्रयोगः अस्ति तस्मिन् वाक्ये तदा इत्यस्य अपि प्रयोगः भवति. इत्युक्ते अतः अत्र सम्बद्धानि इत्यस्य अर्थः स्पष्टः जातः. नित्यसम्बद्धानि अव्ययानि नाम अन्य कोऽपि लक्ष्मी भगिनी वदति वा? लक्ष्मी भगिनी. यदा तदा यथा तथा यत्र तत्र इत्यादीनि अव्ययानि नित्यसम्बद्धानि. नित्यसम्बद्धानि इत्युक्ते नित्यं उपयुज्य वयं नित्यमूर्ति उपयुज्य नाम किम्? अन्य कोऽपि साहाय्यं करोति? सुब्रह्मण्य महोदय साहाय्यं करोति वा? किन्तु वयम् आङ्ग्लभाषां न जानीमः. नाम किं किमर्थं तथा वदामि? इदानीं सम्यक्, इदानीं सम्यक्. हा वदतु. सत्यं. द्वौ शब्दौ एकस्मिन् वाक्ये उपयुज्यं अस्तु सम्यक्. उपयुज्य वदामः अथवा सर्वदा आगच्छतः समीचीनमस्ति. यदि आङ्ग्लभाषया अनुक्त्वा संस्कृतेन सर्वदा वदामः तदा किं भवति? सङ्घर्षः भवति. सङ्घर्षेण विकासः भवति. यत्र सङ्घर्षः अस्ति तत्र विकासः भवति लोके सर्वत्र. यस्य सङ्घर्षः भवति तस्य विकासः न भवति. अतः अग्रे गत्वा आङ्ग्लभाषा मास्तु इति सर्वदा वदामि. अहं यदा वर्गं प्रविशामि तदा आङ्ग्लभाषां बहिः त्यक्त्वा प्रविशामि. इति समीचीनं. न नास्ति चिन्ता. केवलं सिद्धान्तः. अनेन सिद्धान्तेन अस्माकं लाभः. अस्तु तर्हि अग्रे सरेम. पद्मा भगिनी कृपया पठतु अग्रे. उदा इति संक्षेपः अस्ति उदाहरणार्थम् इत्यस्य कृते. उदाहरणार्थं यदा ज्ञानसूर्यः उदेति तदा हृदयकमलं विकसति. वाक्यं स्पष्टमस्ति वा? अस्तु अग्रे. यदा तमः वर्धते तदा व्यामोहं भवति. व्यामोहः भवति. व्यामोहः नाम मनोविकारम्. व्यामोह न, तत्र मोहः भिन्नः अस्ति खलु. व्यामोहः भिन्नः. मोहः इति अपेक्षा, वस्तूनाम् अपेक्षा, तत्र मोहः. व्यामोहः अन्य कोऽपि वदति? अत्र यदा तमः वदति तदा व्यामोहः भवति. व्यामोहः साधारणतया, व्यामोहः नाम भ्रमः, भ्रमः अथवा दोषः, महान् दोषः, मानसिकदोषः, मानसिकभ्रमः इति व्यामोहः साधारणतया. अस्तु अग्रेसरेम. अग्रेसरेम. तर्हि सुब्रह्मण्यं महोदय अग्रे. यदा तदा अव्यययोः योजनेन वाक्यानि रचयत. अर्जुनः विषीदति. कृष्णः सान्त्वयति. यदा अर्जुनः विषीदति तदा कृष्णः सान्त्वयति. सान्त्वयति. सान्त्वयति. विषीदति नाम अर्जुनः विषीदति तदा कृष्णः सान्त्वयति. वाक्यस्य अर्थः कः? यदा अर्जुनः विषादम् अनुभवं करोति तदा कृष्णः तस्य सान्त्वं करोति. सान्त्वनम्. तत्र विषादस्य, अत्र विषादः इति उक्तं, विषादस्य अनुभवः, विषादस्य अनुभवं करोति. तत्र तत्र द्वितीयविभक्तिः न, षष्टि. विषादस्य अनुभवं करोति तदा कृष्णः तस्य समीचीनं. दूरीकरोति, दूरं करोति, दूरीकरोति स्यात्. अपि च तत्र यथा वदामि यत् अहं पुस्तकं पठनं करोमि इति वाक्यं समीचीनं वा? पठामि इत्यस्य स्थाने पठनं करोमि इति समीचीनम् अस्ति न वा? तदेव महोदय, सम्यक् सम्यक्. अत्र अहं पुस्तकं पठामि अथवा अहं पुस्तकस्य पठनं करोमि. अवगच्छति वा? तत्र पठति इत्यस्य स्थाने पठनस्य भावः इति पठनं. यत्र यत्र विषादः तत्र अनुभवामि, अनुभवति. यदि अर्जुनः इति अस्तु महोदय, सुब्रह्मण्यं महोदय भवानेव वदतु. तत्र अनुभवं भवान् उक्तवान् अनुभवं करोति, तस्य स्थाने अनुभवति इति वदतु. अनुभवति न इदानीं वाक्यं वदतु. यदा अर्जुनः विषादम् अनुभवति तदा कृष्णः आह्वयति. तर्हि अत्र यदा तत्र शैलीद्वयमस्ति. अर्जुनः विषादम् अनुभवति अथवा द्वितीयमस्ति विषादस्य अनुभवं करोति. सम्यक् सम्यक्. सर्वे एकम् उदाहरणं वदन्तु अस्य. एतादृशम्, अहं पुस्तकं पठामि, अहं पुस्तकस्य पठनं करोमि. अन्यत् उदाहरणं सर्वे वदन्तु. हा वदतु. अहं कारयानं चलामि. अहं कारयानस्य चलनं पालनं करोमि. प्रायः चलामि, चालयामि इति चलामि इति न चालयामि. चालयामि. अहं कारयानं चालयामि. अहं कारयानस्य सम्यक् सम्यक् बहु सम्यक्. सर्वे वदन्तु. अहम् अद्य भोजने मधुरस्य खादनं कृतवती. अन्यत् वाक्यम्, अन्यशैली. अहम् अद्य भोजने मधुरं खादितवती. हा सम्यक्. सर्वे वदन्तु. अहं जलं पिबामि. अहं जलस्य पिबनं करोमि. पिबनमिति न भवति, किं भवति? जलस्य जलस्य पिबनमिति शब्दः, पिबनमिति शब्दः नास्ति, तस्य अस्तित्वमेव नास्ति. किं भवति? अहं जलं पिबामि. अहं जलस्य पानं करोमि. पानम्. अस्तु, अग्रे सन्ध्या भगिनी. अहं फलानि प्रक्षालयामि. अहं फलानां प्रक्षालनं करोमि. बहु सम्यक् अस्ति, तथैव सर्वे उक्तवन्तः वा? श्रीनिवासमहोदय. सः रामस्य पूजां करोति. सः रामं पूजयति. हा सम्यक्. अस्तु, सर्वे उक्तवन्तः स्यात्. अस्तु, सन्ध्या भगिनी द्वितीयं वाक्यं पठतु. करोति अथवा केवलम् अवतारः भवति इति भवितुमर्हति स्म. भगवतः अवतारः भवति. पुनः वदतु. यदा धर्मस्य ग्लानिः भवति. आवश्यकम् आवश्यकं नास्ति, भवितुम् अर्हति, किन्तु आवश्यकं नास्ति. यदा धर्मस्य ग्लानिः तदा भगवतः अवतारः. तथा संस्कृतेन भवति इत्यस्य आवश्यकता नास्ति एव. भवितुम् अर्हति नापि भवति. धर्मस्य यदा धर्मस्य ग्लानिः तदा भगवतः अवतारः. यदा धर्मस्य ग्लानिः भवति तदा भगवतः अवतारः भवति इति समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी अग्रे. चित्तं विनियतं योगः उच्यते. यदा चित्तं विनियतं तदा योगः उच्यते. विनियतं नाम केन्द्रीकृतं भवति, लग्नं करोति, केन्द्रीकृतं केन्द्रीकृतम् अथवा नियन्त्रितं नियन्त्रितम् अस्तु. संयमः इति तादृश अर्थः अस्तु. अग्रे सुब्रह्मण्यं महोदय अग्रे. अस्तु श्रीनिवास महोदय अग्रे. अनुपश्यति इत्युक्ते अनुपश्यति नाम वस्तुतः भवती अवगन्तुं शक्नोति, पश्यति इति जानाति खलु, अनुवति जानाति. अतः चिन्तयितुं शक्नोति यत् विशिष्टरूपेण पश्यति, केवलं सामान्यरूपेण न. अनुपश्यति नाम सर्वदा भगवतः दिशि द्रष्टा पश्यति चेत् सर्वदा प्रतिदिनं प्रतीक्षां करोति, पश्यति एतादृश अर्थः. अस्तु अग्रे श्रीनिवास महोदय अग्रे. मोहकलिलं नश्यति, निर्वेदः भवति. यदा मोहकलिलं नश्यति तदा निर्वेदः भवति. अतः अवगतः. मोहकलिलं कलिलं कलिलं नाम कलिलमिति अस्य कलिलं नाम कलिलमित्यस्य अर्थद्वयमस्ति, भ्रमः इति एकः अर्थः, अपि च तत्र किं वदामि, तत्र समस्या अथवा किं वदामि, तत्र आङ्ग्लभाषया यद् वदामः क्वाग्मायर् क्वाग्मायर् इति जानन्ति वा, तादृशं मोहकलिलमिति यदा नश्यति तदा निर्वेदः. निर्वेदः नाम वैराग्यशब्दं जानाति वा, वैराग्यः तादृश अर्थः. अस्तु अग्रिमवाक्यं पद्मा भगिनी अग्रे. अधर्मच्च अध्युत्थानं भगवतः आविर्भावः. यदा अधर्मच्च अभ्युत्थानं तदा भगवतः आविर्भावः. अस्तु सम्यक्. संध्या भगिनी अग्रे. अस्तु लक्ष्मी भगिनी. कर्मसु अनुसज्यते योगारूढः भवति. यदा कर्मसु अनुसज्यते तदा योगारूढः भवति. अवगच्छति वा? कर्मसु कर्मशब्दस्य सप्तमी रूपम् अनुषज्यते इत्युक्ते अनुषज्यते अनुषज्यते नाम कामसु निमग्नः. योगारूढः भवति. योगे आरूढः. सम्यक्. कर्मसु अनुषज्य यदा कर्मसु अनुषज्यते तदा योगारूढः भवति. अस्तु अग्रे. सुब्रह्मण्य महोदय अग्रे. इन्द्रियाणि विषयेभ्यः निवर्तन्ते कृतज्ञः उच्यते. यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा कृतज्ञः उच्यते. इति स्पष्टं स्यात्. अस्तु श्रीनिवासमहोदय अग्रे. कामः भवति, क्रोधः भवति. यदा कामः भवति तदा क्रोधः भवति. अस्तु नवमे वाक्ये प्रश्नः उदेति यत् विषयेभ्यः. तत्र का विभक्तिः अस्ति? सत्यं पञ्चमी. सर्वे किं वदन्ति? विषयेभ्यः सर्वे किं वदन्ति? श्रीनिवासमहोदय अत्र विषयेभ्यः इति चतुर्थी अथवा पञ्चमी भवितुमर्हति स्म. किन्तु अर्थं दृष्ट्वा इन्द्रियाणि विषयेभ्यः तत्र विभागः अस्ति खलु. इन्द्रियाणि अपि च विषयाः तयोः विभागः अतः पञ्चमी. इन्द्रियाणि विषयेभ्यः निवर्तन्ते. अस्तु पद्मा भगिनी अग्रे. कामः भवति, क्रोधः भवति. अग्रे अग्रे. यदा कामः सङ्गः भवति कामः भवति. यदा सङ्गः भवति तदा कामः भवति. सत्यं. स्पष्टं स्यात्? सङ्गः इत्युक्ते अत्र सङ्गः तत्र सङ्गशब्दस्य भिन्नभिन्नरीत्या उपयोगः भवति. किन्तु यथा सत्सङ्गः इति शब्दं जानाति खलु. सत्सङ्गः जानाति खलु. सत्सङ्गः अत्र सत् इति न उक्तं, केवलं सङ्गः. अत्र मोहः इति चिन्तयतु. मोहः मोहः इति जानाति वा? मोहः जानाति. अस्तु तादृश अर्थः. अस्तु अग्रे. सन्ध्या भगिनी एव अग्रे. अभयं भवति, देवी सम्पत् भवति. यदा अभयं भवति तदा देवी सम्पत् भवति. अस्तु स्पष्टं स्यात्. अग्रे गच्छेम. तक्ष्मी भगिनी. आत्मज्ञानं भवति, वैराग्यं भवति. यदा आत्मज्ञानं भवति तदा वैराग्यं भवति. सुब्रह्मण्य महोदय अग्रे. यदा कामान् रजहासि तदा चितप्रज्ञता. यदा कामान् प्रजहाति तदा स्थितप्रज्ञता किमपि इतोपि वक्तव्यमस्ति तदा स्थितप्रज्ञता उदेति स्थितप्रज्ञता आगच्छति उदेति यतोहि स्थितप्रज्ञः इत्यस्य भावः स्थितप्रज्ञता यदि स्थितप्रज्ञः इति शब्दः अभविष्यत् तर्हि किं वाक्यं कीदृशम् अभविष्यत् वदति वा यदि स्थितप्रज्ञः न तु ता इति त्यजतु स्थितप्रज्ञः इदानीं वाक्यं वदतु अन्य कोऽपि साहाय्यं करोति वा यदा कामान् प्रजहाति तदा स्थितप्रज्ञः भवति सम्यक् स्थितप्रज्ञं भवति इति दोषाय अस्ति किमर्थम् द्वितीयविभक्तिः किमर्थं द्वितीयविभक्तिः दोषाय अस्ति कोऽपि वदति वा अत्र स्थितप्रज्ञः तत्र भवति इति वयम् उक्तवन्तः खलु भवति भूधातुः नाम भवति इति सकर्मक क्रियापदम् अथवा अकर्मकक्रियपदम् कदापि कदाचित् श्रुतवन्तः वा सकर्मकः अकर्मकः श्रुतवन्तः न वा तस्य अर्थः कः इति जानाति लक्ष्मी भगिनी वदति वा सकर्मक धातौ कर्म अस्ति अकर्मक धातौ कर्म नास्ति उदाहरणं वदतु सम्यक् सम्यक् वस्तुतः धातु अस्ति पठ् पठ् इति धातु सकर्मकः पठ् इति धातुः सकर्मकः वदतु अतः केचन धातोः अकर्मकधातवः सन्ति नाम वाक्यं भवती उक्तवती खलु वाक्यं पुनः वदतु धातु सकर्मकधातुः न उदाहरणम् उदाहरणं भवती उक्तवती खलु पठ् धातोः उदाहरणं पुनः वदतु अहं पुस्तकं पठामि अहं पुस्तकं पठामि तर्हि पुस्तकमिति शिका विभक्तिः किमर्थम् पुस्तकं नपुंसकलिङ्गं पुस्तकं शब्दः नपुंसकलिङ्गं प्रथमाविभक्ति द्वितीयाविभक्तौ द्वे विभक्तौ तादृशं तत्तु अस्ति भिन्नविषयः अहं पृच्छामि किमर्थं द्वितीयाविभक्तिः अत्र सत्यम् अत्र वस्तुतः धातुः अस्ति पठ् पठ् इति धातुः सकर्मकः इति कारणतः तत्र कर्मपदं स्वीकरोति इदानीम् उपविशति बालकः उपविशति तत्र तस्मिन् वाक्ये कर्मपदं भवितुमर्हति वा वदतु कर्मपदं वदतु अहम् अहम् आसन्दम् उपविशामि तत्र भवति वा तथा वा किं किं स्यात् अत्र कारणमस्ति यत् तत्र उपविशति विश् तत्र उपसर्गपूर्वकः विश् धातुः तत्र अकर्मकः अस्ति तस्य कर्मपदं न भवति एव इदानीं स्थितप्रज्ञः इति वाक्यः स्थितप्रज्ञः भवति स्थितप्रज्ञः भवति अत्र भवति इति भूधातुः भूधातुः सकर्मकः अथवा अकर्मकः अकर्मकधातुः तर्हि तस्य क्रियपदं भवितुमर्हति वा कर्मपदम् न अतः दोषाय अस्ति तस्य कारणं तत् तदेव नाम स्थितप्रज्ञं भवति इति न एव भवितुमर्हति यतोहि भवति इति भूधातुः अकर्मकः अस्ति कर्मपदं न भवति एव सुब्रह्मण्यं महोदय अवगच्छति वा एकः प्रश्नः अस्ति अहं पठामि अपि सत्यं वा अहं पठामि इति वाक्यं अन्ये सर्वे वदन्तु अहं पठामि अवगतं बुद्धं अन्ये सर्वे वदन्तु वाक्यं समीचीनं न वा नाम सुब्रह्मण्यमहोदयस्य कथनस्य आशयः प्रश्नस्य आशयः एवं खलु यत् यदि धातुः सकर्मकः तर्हि कर्मपदं भवेत् एव इति प्रश्नः खलु भवेदेव इति नास्ति भवितुम् अर्हति अहं पुस्तकं पठामि अथवा अहं पठामि नाम तत्र कर्मपदं नास्ति चेदपि वाक्यं समीचीनम् किन्तु यदि धातुः अकर्मकः धातुः तस्यां दशायां कर्मपदं न कदापि भवतु न कदापि स्पष्टं वा अस्तु तर्हि अग्रे गच्छेम सन्ध्या भगिनी पद्मा भगिनी अग्रे पठतु पुनः वदतु यदा सर्वं नश्वरं तदा भयं नास्ति भयं नास्ति अथवा भयं कुतः इति समीचीनं यदा सर्वं नश्वरं तदा भयं कुतः इति वाक्यं समीचीनम् अस्तु अग्रे श्रीनिवासमहोदय अग्रे पठति वा नश्वरम् इत्युक्ते नश्वरं नाम अन्य कोऽपि वदति वा नश्यति सः न नश्यति यद् शाश्वतं यद् न यद् न कदापि नश्वति नश्यति तद् नश्वरं न क्षम्यतां यद् नष्टुं शक्नोति यद् नश्यति तद् नश्वरम् इति अस्ति अस्तु अग्रे सत्यम् अग्रे अग्रे महोदय एतं श्लोकम् उच्चैः पठत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् अग्रे यदा यदा धर्मस्य ग्लानिः भवति अधर्मस्य च उत्कर्षः भवति तदा अहम् अवतारं करोमि इति श्रीकृष्णः वदति श्लोकस्य अर्थः स्पष्टः सर्वेषां कृते? किमपि नूतनं नास्ति प्रायः इति यदा यदा तावदेव अस्तु. महोदय भवानेव अग्रे पठतु कृपया. यथा कृष्णः वदति तथा अर्जुनः करोति, यथा अश्वः धावति तथा गजः न धावति, यथा वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति. तद्वाक्यं स्पष्टमस्ति वा? वासांसि जीर्णानि भवन्ति. वासांसि नाम सत्यं वस्त्राणि. वयं न कृतवन्तः तावत्, किन्तु कानिचन पदानि हलन्तानि सन्ति. केषाञ्चित् पदानाम् अन्ते हल् वर्णः अस्ति, नाम व्यञ्जनम्. अत्र यथा वस्त्रं, वस्त्रमिति अस्य मूलरूपं किम्? पुनः वस्त्र, वस्त्र नाम अकारान्त नपुंसकलिङ्गशब्दः, यथा वनम् इति वन, वन अकारान्त नपुंसकलिङ्गशब्दः, वस्त्रमपि तथा. इदानीं वस्त्रमिति अस्मिन् एव अर्थे वासस्, वासस् दन्त्यसकारान्तशब्दः, यथा मनस्, मनस् मनस् इति मनः मनसि मनांसि, वासस् इति वासः वासांसि वासांसि, धनुष् धनुः धनुषि धनूंषि इति. नाम अग्रे अस्माकं विषयः अद्यतनविषयः नास्ति, अग्रिमे द्वितीयखण्डे अस्य पुस्तकस्य द्वितीयखण्डे एते शब्दाः आगच्छन्ति. तर्हि वस्त्राणि नाम वासांसि, वासांसि जीर्णानि भवन्ति. कोऽपि वदति, सन्ध्याभगिनी आगच्छति. जीर्णानि नाम पुरातनानि, पुरातनानि खलु. यदा वस्त्राणि पुरातनानि भवन्ति तदा यथा, यथा क्षम्यतां, यथा तथा तथा शरीराणि जीर्णानि भवन्ति. सन्ध्या भगिनी इदानीं स्पष्टं वा? किञ्चित् अहं न श्रुतवती. जीर्णानि पुनः वदतु श्रीनिवासमहोदय. यथा वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति, यथा वस्त्राणि पुरातनानि भवन्ति तथा शरीराणि पुनानि पुरातनानि भवन्ति. पुरातनं अवगच्छति खलु भगिनि? अस्तु, भवती एव अग्रे पठतु. यथा देहे कौमाराढ्यावस्था तथा आत्मनि अनेकदेहावस्था. कोऽपि साहाय्यं करोति वा? यथा शरीरे कौमारादि अवस्थाम् अस्ति, अवस्था अस्ति, तथा आत्मनः अनेकदेहावस्था अपि भवति. कौमार, कौमार प्रायः भगिनी न जानीयात्. यौवनम्, योनं नाम कुमारः अस्ति खलु भगिनी कुमारः सत्यम् इति अर्थः अस्ति न देहः इत्युक्ते शरीरम् आहत्य लक्ष्मी भगिनी वदतु अस्य वाक्यस्य अर्थः कः इति शरीरे कौमारादि अवस्थाः सन्ति तथा आत्मनः अनेक देहावस्था अपि अस्ति नाम कौमारादि अवस्था नाम किं नाम का कौमारादि अवस्था शरीरे चत्वारि अवस्थाः सन्ति चतस्रः बाल्ययौवनकौमार पार्थक्य आदि अवस्थाः सन्ति तथैव आत्मनः आत्मानि अनेकदेहं स्वीकृतानि सन्ध्या भगिनी अवगच्छति वा किञ्चित् श्रीनिवासमहोदय किञ्चित् वदति वा श्रीनिवास महोदय किं वदति भवान् एतत् वाक्यस्य अर्थः यथा देहे कौमारादि अवस्था भवति तथा आत्मनि अनेकदेहावस्था यथा देहे बाल्या यवनं वार्धक्यादि अवस्था भवन्ति तथा आत्मनि बहु जन्मनि बहु देहाः भवन्ति नाम अत्र पुनर्जन्मनः विषयः इति वा तत्र सन्ध्या भगिनी अवगच्छति वा अत्र तृतीयवाक्यस्य अर्थः भिन्नः चतुर्थवाक्यस्य अर्थः भिन्नः श्रीनिवास महोदय किञ्चित् वदतु अनेकदेहावस्था आत्मनि बहु देहे भवति इदानीं जन्मे जन्मन्यम् एतत् देहे अस्ति परन्तु पुनः अग्रिमजन्मे जन्मनि नूतनदेहे भविष्यति इति लिखितमस्ति इति लिखितमस्ति भगिनि तादृशः अस्ति नाम यथा देहे कौमाराद्यवस्था नाम एकमेव शरीरम् आरम्भे शिशुः अस्ति तदेव शिशुः अस्ति अनन्तरं किञ्चित् बालकः भवति अनन्तरं कुमारः भवति अनन्तरं वयस्कः भवति अनन्तरं वृद्धः भवति एतत् सर्वं तत्र स्तराः यथा शरीरे एकस्मिन् एकस्मिन् जीवे तादृशानि परिवर्तनानि यथा भवन्ति तथैव आत्मनः एकस्मिन्नेव जीवनयति न, तस्य जन्म भवति तदा शरीरस्य मरणं, किन्तु आत्मनः पुनः आगमनं भवति अपरस्मिन् शरीरे। तथा शरीरस्य यथा शिशुः बालः कुमारः वयस्कः एतत् सर्वम् अस्ति, तथैव वारं वारम् आत्मा आगच्छति अपरेषु शरीरेषु। स्पष्टं स्यात्? अस्तु, अग्रे गच्छेम। इदानीं पद्मा भगिनी कृपया पठतु। यथा रविः लोकं प्रकाशयति तथा क्षेत्रे क्षेत्रं प्रकाशयति। अत्र अवगच्छति वा? अवगच्छति वा? तु वदतु, तस्य अर्थः कः? यथा रवि सूर्यं सूर्यः लोकं प्रकाशयति तथा क्षेत्री यानि आत्मा क्षेत्रं शरीरे प्रकाशयति। सम्यक्। अत्र क्षेत्री इति आत्मा कथम् अस्ति इति अवगच्छति वा? क्षेत्री इत्यस्य मूलरूपम् अस्ति क्षेत्रिन्, यथा धनी, यस्य पार्श्वे धनमस्ति सः धनी अस्ति, यस्य पार्श्वे क्षेत्रमस्ति नाम शरीरं सः क्षेत्री, यस्य पार्श्वे गुणः अस्ति सः गुणि इति क्षेत्रे। अस्तु, अग्रे सन्ध्या भगिनी, अग्रे। क्षेत्रम् इत्युक्ते शरीरं? सत्यं। अग्रे। यथा अग्नः काष्ठानि भस्मसात् कुरुते तथा ज्ञानाग्निः कर्माणि भस्मसात् कुरुते। अवगच्छति वा? यथा अग्निः काष्ठानि नाम वृक्षस्य, यदा वृक्षं कर्तयामः खलु, वृक्षं कर्तयामः यत् भवति कर्तनानन्तरं तेन वयम् अग्निं ज्वालयामः खलु, प्रज्वालयामः अग्निः। सन्ध्या भगिनी अवगच्छति खलु? तदनन्तरं भस्मसात् कुरुते, भस्मन् यदा अग्निः अस्ति खलु, वृक्षं कर्तयित्वा यदा वयं ज्वालयामः तत्र अनन्तरं यत् अवशिष्यते तद् भस्मन् अस्ति, भस्म यत् अवशिष्यते अनन्तरं दशघण्टानन्तरं यदा अग्निः समाप्ता यः भागः अवशिष्यते तस्य नाम अस्ति भस्म। तर्हि यथा अग्निः काष्ठानि भस्मात् कुरुते नाम काष्ठः आसीत्, अत्र नपुंसकलिङ्गे अस्ति काष्ठमासीत् अग्निद्वारा भस्म जातं, भस्म अग्निद्वारा। अवगच्छति? अवगच्छामि तथैव ज्ञान ज्ञानाग्निः कर्माणि भस्मसात् कुरुते नाम इदानीं भवती वदतु हा न यत्र काष्ठमस्ति काष्ठं समाप्तम् अग्निना अग्निना काष्ठं समाप्तं यत् अवशिष्यते भूमौ तस्य न तत्र हा संन्यासी अस्ति खलु तत्र शिरसि केचन जनाः शरीरे स्थापयन्ति भस्म इति उच्यते तर्हि वाक्यस्य द्वितीयभागः कर्माणि कर्म कर्म साहाय्यं करोति कोऽपि कर्म कर्मणि कर्माणि बहुवचनं प्रथमाभक्तौ द्वितीयभक्तौ च नपुंसकलिङ्गशब्दः यः कोऽपि नपुंसकलिङ्गशब्दः तस्य रूपाणि समानानि भवन्ति प्रथमाभक्तौ द्वितीयभक्तौ च तर्हि वदतु कोऽपि वदति वा अर्थं ज्ञानस्य अग्निः अपि भस्मः करोति किं भस्म करोति किं कर्माणि कर्माणि इति अवगतं खलु सम्यक् अस्तु अग्रे लक्ष्मीभगिनी अग्रे यथा राजा तथा प्रजाः अग्रे यथा कर्म तथा बुद्धिः अग्रे यथा इच्छसि तथा कुरु स्पष्टं स्यात् अस्तु भवती एव अग्रे पठतु यथा तथा अव्ययोः योजनेन एतेषां शब्दानां च साहाय्येन यथोदाहरणं वाक्यानि रचयत उदाहरणार्थं माता पिता यथा मम माता गायति तथा मम पिता न गायति राजादेश महोदय वदतु वदतु राजादेशः सैनिकः यथा राजादेशः पालनं करोति तथा सैनिकस्य आदेशः न पालयति पुनः वदतु प्रजा यथा राजादेशः पालयति तथा सैनिकादेशः न पालयति प्रजा यथा राजादेशं पालयति द्वितीय राजादेशं पालयति तथा यथा प्रजा राजादेशं पालयति तथा सैनिकादेशं न पालयति कः न पालयति सैनिकादेशं कः न पालयति प्रजाः ओके ओके अस्तु सुब्रह्मण्यमहोदय अग्रे दुर्योधनः धृतराष्ट्रः यथा दुर्योधनः वदति धृतराष्ट्रः करोति. अस्तु, तृतीयवाक्यं श्रीवासरमहोदय. हिरण्यकशिपुः प्रह्लादः. यदा यथा हिरण्यकशिपुः वदति तथा प्रह्लादः न करोति. अस्तु, श्रीनिवास पद्मा भगिनी अग्रे. पद्मा भगिनी अस्ति वा? सोरि, यथा राजा तथा प्रजाः. अस्तु, चलेगा अग्रे. भवती एव वदतु अग्रे. रामः विभीषणः. यथा रामः मम भ्रातः अनुग्रहितः विभीषणः तथा विभीषणः मम भ्रातुं न हा तत्र कोऽपि साहाय्यं करोति वा लक्ष्मी भगिनी? अहं वदामि, यथा रामः युद्धं करोति तथा विभीषणः न करोति. पद्मा भगिनी किं वक्तुमिच्छति स्म? यथा रामः मम भ्रातरं यथा रामः भ्रातरं इच्छति तथा विभीषणः न इच्छति एतत्. प्रायः. अस्तु, अग्रे गच्छेम. अत्र अधोभागे श्लोकः अस्ति. श्लोकः अस्ति, सुब्रह्मण्य महोदय कृपया श्लोकं पठतु. सर्वं स्पष्टं स्यात् अत्र? कोऽपि प्रश्नः? यथा भूमिः, यथा भूमिः तथा तोयं. तोयं नाम जलम्. अत्र विसर्गसन्धिः भूमिः तथा भूमिस्तथा तोयं. यथा बीजः तथा अङ्कुरः. परन्तु यथा देशस्तथा भाषा. यथा देशः तथा भाषा. सत्यम्. अहं न आगच्छन्ति. अवगच्छामि भगिनि. अवगच्छामि. यथा देशस्तथा भाषा. अस्तु, कोऽपि वदति वा? श्रीनिवास महोदय वदति वा? महोदय अस्ति वा? अस्मि महोदय. देशः तथा भाषा. देशः इत्युक्ते प्रजा, प्रजाः. स्थानं. उदाहरणार्थं पश्यतु, उदाहरणार्थं पश्यतु. प्राचीनकाले भारतदेशे, यदा प्राचीनकाले यदा रेल् यानं नासीत्, तस्मिन् समये अर्धघण्टा कस्यामपि दिशि गच्छति चेत् तत्र भाषा परिवर्तते स्म खलु किञ्चित् किञ्चित् किञ्चित् परिवर्तते स्म भिन्न भिन्न रीत्या भाषा आसीत् यथा देशानुसारं खलु तत्र इदानीमपि तथा अस्ति ग्रामीणक्षेत्रेषु सर्वत्र अस्तु दक्षिणभागे परिवर्तनं भवति न केवलं दक्षिणभागे उत्तरभागे अपि तथा बिहारप्रदेशे भिन्न भिन्न रीत्या भाषाः सन्ति प्रत्येकस्मिन् क्षेत्रे भिन्नरीत्या बहवः भाषा तत् बिहारप्रदेशे उदाहरणं वदामि तत्र भोजपुरी भाषा अस्ति अङ्गिका भाषा अस्ति तत्र बह्व्यः भाषाः सन्ति नाम प्रायः सर्वत्र भारतदेशे तथा अस्ति अस्तु अग्रे अग्रे अन्तिमश्लोकं पठेम अस्तु सुब्रह्मण्य महोदय भवानेव पठतु कृपया अग्रे उपरि उपरि वयं पठितवन्तः तत्र सन्ध्या भगिनी पठितवती एतादृशं तर्हि इदानीम् अस्माकं कार्यमस्ति यत् किञ्चित् पदच्छेदम् यथा यथा एधांसि एधस् नाम एधस् कोऽपि जानाति वा एधस् एधस् एधस् नाम किमस्ति शब्दः सर्वे जानन्ति एधस् इत्यस्य अर्थः यथा काष्ठम् तत्र भिन्नशब्दः अपि अस्ति तत्र भिन्नशब्दः शब्दः कः इदानीं मनसि नास्ति तत्र फ्यूल् इति अस्मात् फ्यूल् इन्धनम् इत्यस्मिन् अर्थे एधस् अपि अस्ति एधस् एधस् एधस् यथा अहम् उक्तवान् पूर्वम् अद्य सकारान्त वस्त्र अर्थे वासस् वासस् वाससि वसांसि मनसि अत्रापि तथा एदः एदसि एधांसि यथा एधांसि संमिद्धः नाम ज्वलितः यथा एधांसि ज्वलितः अग्निः यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञानग्निः सर्वकर्माणि भस्मसात् कुरुते इति अर्थः अवगच्छति वा समिद्धः नाम ज्वलितः यथा एधांसि नाम काष्ठानि एधांसि ज्वलितानि भवन्ति समिद्धः इति ज्वलितः अवगच्छन्ति न वा सर्वं स्पष्टम् अथवा इतोपि वक्तव्यमस्ति पदच्छेदं कृत्वा पठेम अत्र यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते भस्मसात् कुरुते अग्नि कः भस्मसात् अत्र अग्निः एधांसि भस्मसात् कुरुते समिद्धः इति अग्निशब्दस्य विशेषणम् समिद्धः नाम ज्वलय नाम बर्निङ्ग् just like a burning fire, just as a burning fire burns the fuel to ashes, yatha samiddha agnihi, burning fuel, yatha samiddha agnihi edhansi, fuel, bhasmasat kurute, makes into ashes, yatha samiddha agnihi edhansi bhasmasat kurute, tatha jnanagnihi sarvakarmani, भस्मसात् कुरुते इति श्लोकार्थः स्पष्टमस्ति वा सर्वे अवगच्छन्ति खलु नाम अग्रे गत्वा श्लोकस्य पठनेन लाभः अथवा श्लोकं त्यक्तुमिच्छन्ति पठनेन लाभः अस्तु अस्तु तर्हि अग्रे अन्तिमश्लोकं पठेम अत्र षष्ठीभागे तत्र श्लोकः अस्ति लक्ष्मीभगिनी ओ अस्ति वा महोदय अस्तु महोदय आगतः तत्र समापयितुं शक्नुमः तर्हि एतावता वयं पठितवन्तः इदानीम् अनया रीत्या यथा नाम अयं श्लोकः भगवद्गीतायाः श्लोकः यथा एधांसि तथैव अग्रे गत्वा नाम अग्रिमश्लोकः अपि भगवद्गीतायाः श्लोकः तर्हि भवताम् उत्तरदायित्वं किं तत्र अनुवादः इत्यादिकम् एतत् सर्वमस्ति खलु तत्सर्वं दृष्ट्वा प्रत्येकं पदस्य अर्थः कः इति दृष्ट्वा तत्र श्लोकस्य अवगमनं भवति अस्मिन् सप्ताहे एतत् सर्वम् अवगच्छतु नाम अवशिष्टभागाः तत्र बहवः श्लोकाः सन्ति अस्मिन् तत्र षष्ट्यधिकशततमेपुटे अध्यायस्य पाठस्य अन्तः अस्ति तत्र पर्यन्तं किञ्चित् परिशीलयन्तु सर्वं यत्र यत्र श्लोकाः अत्र दत्तमस्ति योगेश्वरः कृष्णः एतत् सर्वं दत्तमस्ति पठन्तु श्लोकान् अवगच्छन्तु यतोहि यत्र तत्र नाम अत्र किमपि नूतनं नास्ति खलु यत्र तत्र अव्ययानि वयं जानीमः खलु यत्र तत्र इत्यादिकं तर्हि सर्वे श्लोकान् पठित्वा अवगच्छन्तु अग्रिमे सप्ताहे किञ्चित् द्रष्टुं शक्नुमः कोऽपि प्रश्नः वा पद्माभगिनी गृहपाठः अवगतः वा गृहपाठः अस्ति यत् गृहे भगवद्गीता अस्ति न वा आन्लैन् अपि अस्ति सर्वमस्ति पुस्तकं गृहे नास्ति चेदपि आन्लैन् तु अस्ति अतः ये अत्र ये श्लोकाः सन्ति प्रत्येकं श्लोकं पठित्वा परिशील्य अवगच्छतु कानि न श्लोकः इति पुल्लिङ्गशब्दः के श्लोकाः के के श्लोक अत्र अत्र यावन्तः श्लोकाः सन्ति अस्मिन् भागे, अत्र यत्र योगीश्वरः, अनन्तरं यत्र यत्र इति अग्रिमेषु प्रत्येकस्मिन् पुटे पश्यन्तु अग्रे श्लोकाः सन्ति, अग्रिमे पुटे अपि श्लोकः अस्ति. श्लोकद्वयमस्ति. अनन्तरं पुनः श्लोकः अस्ति. यत्र यत्र श्लोकाः सन्ति तत्र पठन्तु. अस्तु, समीचीनं वा? अनन्तरं पुस्तकं समापयितुं शक्नुमः. अत्र श्रीनिवासमहोदय, अत्र वर्गस्य स्तरः उचितः वा? किं महोदय? वर्गस्य स्तरः उचितः नाम उचितः वा? ओके, कापि समस्या अस्ति चेत् अवश्यं सूचयतु. अस्तु अस्तु, तर्हि अग्रिमे सप्ताहे मिलामः. ओके ओके, धन्यवादः. अस्तु, नमस्कारः. धन्यवादः महोदय. धन्यवादः.